उदादिगण इति विषये पाठः इदानीं प्रवर्तते. तत्र गतवर्गे कुतपर्यन्तम् अस्माभिः पठितम्? हिंस हिंस धातुः. एकनिमेषः, तत्र अद्य फोर्थ् अस्ति खलु, तत्र हा तत्र हिंस् हिंस् तु अभवत् खलु? आम् आं महोदय. शिनश् अपि अभवत्, शिनश् अपि अभवत्, हिंस् हिन्दी, हा हिंस् अपि अभवत्. तर्हि इदानीं प्रश्नः अस्ति वा कस्यापि? महोदय श्रूयते वा? आमां श्रूयते. मम अहं तु तञ्जावूर् कुम्भकोण मध्ये अस्मि. अत्र सुदर्शनहोमं बहु बृहत् अस्ति परश्वः, अतः मम समीपे करपत्रं नास्ति एव महोदय, किञ्चित् अहं शृणोमि एव. अस्तु अस्तु, न श्रवणस्य आवश्यकता नास्ति, सूत्राणि तु जानाति, कार्याणि अपि जानाति खलु, अतः स्मृत्या यत्किमपि जानाति तत् करोतु. अस्तु महोदय, अहं शृणोमि एव. अद्य मम समीपे करपत्रं नास्ति एव महोदय. धन्यवादः महोदय. तदेव अहं वदामि, करपत्रस्य आवश्यकता नास्ति, स्मरणेन यत्किमपि कर्तुं शक्नोति करोतु. आम् महोदय. हा तर्हि लङ् लकार इदानीं हिंस् धातोः लङ् लकार इदानीं करणीयः, अतः मलर् महोदय हिंस् धातोः लङ् लकार करोतु. आम् महोदय, हिंस् धातु लङ्लकार. किञ्चित् उच्चैः वदतु. आम् महोदय, इदानीं श्रूयते वा? आम्, हिंस हिनस् लङ् अडागमः भवति. एकवारं पुनः वदतु, हिनस् अङ्गं कथं निष्पद्यते? हिनस् हिंस् इति धातु अस्ति. किं हिंस् हंसि? उच्चैः वदतु महोदय, उच्चैः वदतु. आं महोदय, इदानीं श्रूयते वा? आमां श्रूयते. आम् धातु अस्ति, किं धातु? हिसि, हिसि अस्ति, हिसि हिसि हिसि हिसि धातु अस्ति. अत्र इत् इत्संज्ञा भवति, अतः इदितो नुङ् धातोः इत्यनेन नकारः आगमः भवति, हिनस् आगच्छति. तदनन्तरं स्ना इति आगच्छति रुदादिगणे इति इत्यनेन ई नकारः नकारः सकारः अस्ति. तदनन्तरं तदनन्तरं किं इदानीं रूपं किमस्ति? हीनन्स् खलु? आम् आम्, हीनन्स् अनुस्वारः भवति. न अनुस्वारः नास्ति, हीनन्स् ही न हीनन् नकारः सकारः, अनुस्वारस्य आवश्यकता नास्ति. तदनन्तरं श्नाल्लोपः इत्यनेन नकार अनन्तरं नकार अस्ति, तद् तस्य लोपः भवति. नकार अनन्तरं न अनन्तरं न अनन्तरम्. आमामां, न अनन्तरं तस्य लोपः भवति, हिनस् इति आगच्छति. हिनस् हिनस् इति अङ्गमस्ति, सत्यं. तदेव इदानीं करोतु लङ् लकार. हिनस् यो अङ्गम् अडौ अडागमः भवति, लुङ् लङ् लुङ् लङ् लृङ्षु अडुदातः इत्यनेन अडागमः अहिनस् अहिनस् योगः तकारः अस्ति. इदानीं तकारः अपि अस्ति, तद् इति कारणेन तस्य पित्तस्ति पित्तस्ति हा तकारस्य लोपः भवति हल्याभोधिका सुप्तं हल् इत्यनेन हिनस् हि आ हिनस् तदनन्तरं तिप्यनस्तेः इति सूत्रेण पदान्तसकारस्य लोपो भवति तिपि परे लोपः भवति वा न न न दकार दकार इति भवति इनद् इनत् इनद् भवति इनद् एकं रूपम् अन्यत् रूपम् आ इनद् बालकाने इत्यनेन दकारस्य तकारः भवति इनस् योगः ताम् इदानीम् अपि तस्ति अतः श्नसोरल्लोपः इत्यनेन अकारलोपः भवति अहिंस न क्रमस्य अहि नकारः सकारः तां खलु आम् तदनन्तरं किं करणीयम् अ हि नकारः सकारः तां समाप्तं वा अनन्तरं ससोरल्लोपः इत्यनेन अभवत् नकारः सकारः ताम् इदानीं किमपि अस्ति वा कार्यम् नास्ति नकारः नकार एव तिष्ठति वा नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य इ परसवर्ण इति अनेन अहिंसाम् अनुस्वारस्य ई परसवर्ण इत्यनेन अनुस्वारस्य किं भवति अनुस्वारस्य मकारः भवति किं सकारः अस्ति न महोदय अर्थ सकारः जल् वर्णः अस्ति तर्हि किं कार्यं नै न करोति किमर्थं सकारः जलवर्णः नास्ति सकारः जलवर्णः नास्ति किं वदति सूत्रं किमस्ति नश्यपदान्तस्य जलि तत्तु अभवत् आम् आम् यै वर्णः नास्ति अतः अनुस्वारः अनुस्वारः एव तिष्ठति अहिंसाम् अहिंसाम् योगः अन् अपित् अतः हंस ससोरल्लोपः इत्यनेन अहिंस योगः अन् अनुस्वारः भवति अहिंसन् अनुस्वारः भवति अत्र नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति अहिंसन् अहिंस योगः सकारः इदानीं सकारः अस्ति हुल्याभ्योदीर्घा स्तुतिसप्रत्तं हल् इति सूत्रेण सकारस्य लोपो भवति तदनन्तरं किं किं किं हल्याभ्योदीर्घा अस्तु तदा सकारस्य लोपो भवति अहिंस है आहि नकारः सकारः हैनस् अहिनस् योगिनस् सिपि धातुरुर्वा इत्यनेन सकारस्य दकारः आदेश भवति अथवा रु आदेश भवति अतः अहिनस् अहिनद् अहिनत् अहि अहि रु अतः विसर्गः अहि अहिनुः अहिनः अहिनः अहिनः अहिनः त्रीणि रूपाणि रूपत्रयम् अहिंस अहिंस्योघतम् अहिंसम् अत्र अनुस्वारः भवति हनुस् अहिंसम् अहिंस्त तदनन्तरम् अहिनस् योगः अम् हैनसम् अहिनसम् अहिनसं हैन्स्व अहिंस्म तर्हि अहिनद् अथवा अहिनस् अहिंसाम् अहिंसन् अहिनद् अथवा अहिनत् अथवा अहिनः अहिंसम् अहिंस्त अहिन् अहिनसम् अहिंस्व अहिंस्म तदनन्तरं किं विधुलिङ्गि अपि सर्वत्र शशोरल्लोपः इत्यनेन हिंस् भवति हिंस्यात् हिंस्याताम् हिंस्युः हिंस्याः हिंस्यातम् हिंस्यात हिंस्याम् हिंस्याव हिंस्याम तर्हि हिंस् इति धातुः अपि समाप्तः प्रश्नाः सन्ति वा कस्यापि न महोदय अस्तु अग्रे इदानीम् अन्तिम अस्ति हकारः हकारान्तधातु खलु आम् पाठयेम एकं महोदय न श्रूयते महोदय एकनिमिषः हा इदानीं हकारान्तधातवः एकः एव धातुः अस्ति त्रिः इदानीम् अन्य कोऽपि अस्ति वा विजयमहोदय तु पठितुं न शक्नोति आम् अन्य कोऽपि नास्ति वा भवती एव अस्ति सा अपि नास्ति वा अद्य भवती एव बहुजनाः सन्ति ध्वनिः अपि सन्ति ओ सा गच्छति अस्तु भवती एव अस्ति अद्य अस्तु इदानीं वयं इदानीम् आवां वृधादिगणं समापयावः तदनन्तरं विरमामः अस्तु पठतु अकारान्तदातवः एकः धातुः तृह् तृह् परस्मैपदी हिंसायां तृह् योहर्ष्णं मिदचोन्यात्परः इत्यनेन हृनः हृनः तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं पित्सु हृनः इं हृनः हिम् इत्यनेन तृह तृह श्नमि कृते तृणः इत्यङ्गस्य इम् आगमो भवति हलादि पित् सारुधातुकप्रत्यये परे तृणः योगः ति तृणः योगः इं योगः ति इमः मित्वात् अत्यात् अच्छः परः तृणेः योगः ति सन्धिकायं तृणेरि योगः आनि अङ्गकार्यं नास्ति सन्धिकार्यं तृणहानि इति आम् तृह् धातुः अस्ति अत्र शम् आगच्छति चेत् तृणः तृणः इं कथम् आगच्छति महोदय अत्र तदेव पठति खलु आम् तृणः योगः इम् इति सूत्रमस्ति एकं तृणः इम् तृणः इति अङ्गस्य इम् आगमो भवति हला सूत्रं पठति खलु तृणः इम् आम् पठतु। इति अङ्गस्य इम् आगमो भवति हलादि पित् सार्वधातुकप्रत्यये परे। इति एकस्मिन् एव धातु इम् आगच्छति वा? अनेन सूत्रेण विशिष्टसूत्रम्। सूत्रं पठनीयं वा? आमां, नूतनं सूत्रमस्ति। यस्मिन् विधि सदादावल्ग्रहणे वार्तिकम् इत्यनेन तदान्तविधिः आस्मात् हलि सार्वधातुके इत्युक्तौ हलादि सार्वधातुके पुनः षष्ट्यन्तम् इम् प्रथमान्तं द्विपदमिदं सूत्रं स्नाभ्यस्तास्याचि इति सार्वधातुके स्नाभ्यस्तादोषः अस्ति, स्नाभ्यस् नास्ति, नाभ्यस्त नाभ्यस्तस्याचिति न नास्ति, न केवलं नाभ्यस्तस्याचिति स्थिति सार्वधातुके इत्यस्मात् स्थिति सार्वधातुके इत्यनयोः अनुवृत्तिः वृद्धिर्लुके हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सुनः अङ्गस्य इं हलि स्थिति सार्वधातुके सूत्रं किम् अस्ति? सुनः इति धातु अस्ति चेत् तस्य इम् आगमः भवति इति पित् त्रीण् धातु न, त्रिणः अङ्गम् अस्ति चेत् धातु अस्ति त्रिः धातु कृते इति सूत्रं नास्ति। सर्वत्र त्रिः धातु अस्ति चेत् सूत्रं कार्यं न करोति। त्रिणः अङ्गं यत्र अस्ति तत्र एव, नाम त्रिणः अङ्गं कुत्र भवति? रुधादिगणे एव खलु। यदा त्रिः धातोः त्रिणः इति अङ्गं भवति तदैव अस्य सूत्रस्य कार्यं भवति। सर्वदा त्रिः धातुः अस्ति चेत् सूत्रं कार्यं करोति इति नास्ति। अस्तु, अतः सूत्रे त्रिणः इति लिखितमस्ति। त्रिणः इति अङ्गं तस्य इम् आगमः भवति। त्रिणः अङ्गस्य इम् आगमः हलादिपित् सार्वधातुकप्रत्यये परे। तर्हि इदानीं भवती एव वदतु, इम् इति आगमः कुत्र भवति? अङ्गात् पूर्वम्, अङ्गात् पश्चात्, मध्ये, कुत्र? इम् मकार मित् अस्ति आगमः, अतः अत्यन्त अच् वर्णात् वर्णात् परे भवति। तर्हि आगमानन्तरं रूपं किं भवति अङ्गस्य? अत्र अन्तिम अन्तिम अश्वर्णः अकारः अस्ति। तर्हि अकारात् अनन्तरम् आगच्छति। तर्हि रूपं किं भवति अगमानन्तरम्? तृणयोगः इं योग हकारः, मकारः तु गच्छति खलु, ईत् अस्ति। तृणयोगः इ योगः हकारः किं भवति? किं भवति? एकारः भवति, त्रिणेः भवति, त्रिणे। तर्हि हलादि पित् सार्वधातुकप्रत्यये परे त्रिणेः भवति। अस्तु, अग्रे सन्धिकार्यं करोतु। तृणे योगः ति कोडः इति सूत्रेण तृणेर्योगः ति दि दि भवति। हकारस्य अकारस्थाने डकारः भवति, तृणेर् योगः दि जसस्ततोर् दोदः इति सूत्रेण तकारः दकारः भवति त्रिणेर्योगः इति दशाभ्यां नूनः समानपदे इति सूत्रेण नत्तुं त्रिणेर् तदनन्तरं शृणाश्रुः त्रिणेर्योगः डि डोडे लोपः इत्यनेन डकारस्य लोपो भवति त्रिणेडि इति रूपम् आम् अवगच्छामि दशाभ्यां नूनः समानपदे मध्ये किमर्थम् आगच्छति महोदय अत्र द्विपाद्यमेव अस्ति श्रुः अपि त्रिपाद्यम् अस्ति क्रमेण करोतु त्रीणेः अस्ति खलु एय्ट् फोर् नैन् अतः तस्य कार्यं पूर्वं भवति सुनाष्टुः अनन्तरम् आगच्छति तस्य कार्यम् अनन्तरं भवति प्रश्नतः मध्ये किमर्थम् आगच्छति इति अहं इदानीम् अवगच्छामि महोदय आगच्छति खलु एय्ट् फोर् नैन् अस्ति सुनाष्टुः एय्ट् फोर् फार्टि वन् अस्ति एय्ट् फोर् वन् एय्ट् फोर् फार्टि वन् अतः 841 तस्य कार्यं प्रथमं भवति खलु अतः त्रिणेढ योगधि त्रिणेढि अग्रे यत्र स्नसोरल्लोकः कार्यं कृते तत्र किं भवति अग्रे पठतु योगः सः स्नसोरल्लोपः इत्यनेन अपित् अस्ति अतः शसोरल्लोपः इत्यनेन तृन्ह योगः अर्थः स्फोडः इत्यनेन डकारः भवति अकारस्थाने इदानीं नश्च पदः झलि तस्मात् पूर्वमपि किमपि कार्यं भवति किं कार्यमस्ति नश्च पदान्तस्य झलि तस्मात् पूर्वमपि धकारयोगः तकारः किं भवति धकारयोगः तकारः भवती जानाति पूर्वं भवती पठितवती यत् अत्र एव धकारयोगः तकारः किं भवति तेन किं भवति तकारस्य दकारः भवति सम्यक् सम्यक् तदनन्तरं किं करणीयं नष्टपदान्तस्य खलु तर्हि त्रिण्ढयोगः धः भवति इदानीं किं भवति अग्रे नष्टपदान्तस्य जलीयतनेन अनुस्वारः भवति तदनन्तरं त्रिण्ढयोगः तकारः अस्ति सुनश्रुः त्रिण्ढयोगः त्रिण्ढयोगः ढः ढकारः ढकारः भवति खलु तदनन्तरं ढकारयोगः ढकारः किं भवति जरोजरिसवर्णे ढकारयोगः ढकारः अस्ति खलु त्रिण्ढयोगः ढकारस्य डोडे लोपः इत्यनेन टकारः लोपस्य टकारः लोपो भवति इदानीं त्रिण्ढः इति त्रि अनुस्वारः ढकारः इदानीं किं ढकारः तदनन्तरं दशाभ्यां नो नः इति सूत्रेण दशाभ्यां नो अनुस्वारः अस्ति खलु अनुस्वारः एव अस्ति अनुस्वारस्य किमपि भवति वा अनुस्वारस्य इ परस्वर्ण इति नकारः भवति नकारः टवर्गस्य नकारः किं भवति त्रिण्ढ सम्यक् उत्तमम्। अग्रे त्रिणेः योगः सि महोदय महोदय अत्र तः अस्ति खलु तः तत्र त्रिणेः योगः तः किमर्थं न अभवत् त्रिणः योगः तः किमर्थं भवत् अत्र त्रिणः योगः तः भवत्या पठितं खलु तत्र त्रिणेः किमर्थं न भवत् इं किमर्थं न अभवत् अपित् अपित् अस्ति खलु अपित् अस्ति अतः अस्तु अग्रे त्रिणेः योगः अस्ति किं भवति फोडः इत्यनेन हकारस्य डकारः भवति त्रिणेर्योगः सि अस्ति करि च वा किमर्थं करि च अत्र आगच्छति महोदय अग्रे पठतु करि च प्रबाद्य षडोः कसि त्रिणेक् योगः सि डकारस्य स्थाने ककारः भवति तदनन्तरम् आदेशप्रत्ययोः इत्यनेन त्रिणेक्षि रसाभ्यां नो नः समानपदे इत्यनेन त्रिणेक्षि इति भवति अवगच्छति खलु आमां किमपि नास्ति केवल एकमेव नूतनसूत्रमस्ति त्रिणः इम् अन्यत्र किमपि नास्ति अस्तु अग्रे अत्र त्रिणय् योगः दिति इति प्रसङ्गे प्रश्नः उदेति डोडे लोपः इत्यस्य दृष्ट्या पूर्वत्र सिद्धम् इत्यनेन शृणाष्टुः इत्यस्य कार्यम् असिद्धं किल तर्हि कथं वा डोडे लोपः इत्यस्य प्राप्तिः स्यात् उत्तरम् एव यत् सम्पूर्णविवाकरणे लोके डोडे लोपः इत्यस्य प्रसक्तिः केवलं शृणाष्टुः इत्यस्य अनुसरणे न अन्यत्र किं प्रश्नः अवगच्छति वा आम् डोडे डोडे लोपः 8.3.13 पूर्व इत्यस्य दृष्ट्या पूर्वत्र सिद्धम् इत्यनेन शृणाशुः इत्यस्य कार्यम् असिद्धं करोति पश्यतु अत्र अस्माभिः किं कृतं शृणाष्टुः इत्यनेन ढकारः आगच्छति तदनन्तरं ढोडे लोपेन ढकारलोपः भवति खलु परन्तु ढोडे लोपः पूर्वसूत्रमस्ति शृणाष्टुः परसूत्रमस्ति त्रिपाद्यमस्ति चेत् कथं तस्य कार्यम् ढोडे लोपः तस्य कार्यम् अनन्तरं कथं भवति खलु तस्य उत्तरं किमस्ति यत् ढोढे लोपः तस्य कार्यं तदैव भवितुं शक्नोति पूर्ण सम्पूर्णव्याकरणे यत्र शृणाष्टुः इत्यनेन धकारस्य धकारः भवति अन्यत्र कुत्रापि धकारद्वयं न आगच्छति धकारद्वयं शृणाष्टुः इत्यनेन एव आगन्तुं शक्नोति अतः शृणाष्टुः इति सूत्रेण यत् कार्यं भवति तस्य फलं तस्य फलात् एव ढोडे लोपः तस्य कार्यं भवितुं शक्नोति अन्यथा सूत्रस्य सूत्रं निरावकाशं भवति तथा मा भूत् अतः यद्यपि पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रम् अस्ति अतः ढोडे लोपः शृणाष्टुः सूत्रात् अनन्तरं कार्यं न कुर्यात् परन्तु निरावकाशत्वात् कार्यं करोति यतोहि शृणाष्टुः यदा भवति तदैव ढोडे लोपः कार्यं कर्तुं शक्नोति अतः अत्र कार्यं भवति अवगच्छति वा अस्तु अतः अत्र न भवति चेत् डोडे लोपः इति सूत्रं निरवकाशं तस्य निवारणार्थम् अत्र डोडे लोपः पूर्वत्र सिद्धम् इत्यस्य अपवादः अपवाद सः आगच्छति खलु. इदानीं प्रश्नः किमस्ति? इदानीं प्रश्नः अस्ति, अस्तु, किमर्थं धोडे लोपः पाणिनिना सुनाष्टुः इति सूत्रात् अनन्तरं न स्थापितम्? किमर्थं पूर्वं स्थापितं? सुनाष्टुः तस्य अनन्तरं स्थापयतु, तदनन्तरं पूर्वतासिद्धम् इत्यनेन तस्य कार्यमपि अनन्तरं भवति, सम्यक् भवति, शङ्का न भवति. किमर्थं पाणिनिना सूत्रं पूर्वं स्थापितम् इति प्रश्नः अवगच्छति खलु? तस्य उत्तरं पठतु. यत्र अस्ति अधुना डोडे लोपः इत्यस्य न किमपि अनुवृत्तिः अपेक्षिता. डोडे लोपः स्वयं सम्पूर्ण, किन्तु तस्मात् परं यत् सूत्रं रोरि तस्य लोपः इति अनुवृत्तिः अपेक्षिता डोडे लोपः इत्यस्मात् अपि च इमे द्वौ द्वे सूत्रे मिलित्वा एकं विषयसम्बन्धप्रकरणं डोले लोपः रोरि लोपः यत्र एकः एव वर्णः स्वस्यां प्राक् चेत् लुप्तो भवति. किं लिखितम्? रोरि इति सूत्रं डोडे लोपस्य पूर्वम् आगच्छति. डोडे लोपस्य अनन्तरम् आगच्छति. रोरि 8314 अस्ति, डोडे लोपः 8313 अस्ति. तस्य कस्य अनुवृत्तिः भवति? ढोडे लोपः इति सूत्रात् लोपः इति शब्दस्य अनुवृत्तिः भवति. तर्हि किमस्ति? अनुवृत्तिकारणात् ढोडे लोपः रोरि तस्य सूत्रात् प्राक् स्थापितम्. पश्यतु, रोरि एकं सूत्रमस्ति, यथा ढोडे लोपः अस्ति खलु, ढकार अनन्तरम् अस्ति चेत् पूर्वढकारस्य लोपः, तथैव रेफपरः अस्ति चेत् पूर्वरेफस्य लोपः. तर्हि इति सम्बन्धितप्रकरणमस्ति खलु. एकः वर्णः अस्ति, स्वस्मात् प्राक् लुप्तः भवति, नाम वर्णद्वयं भवति चेत् प्रथमवर्णस्य लुप्तः भवति. रेफ् प्लस् रेफ् रेफस्य लोपः, ढ प्लस् ढ ढकारस्य लोपः. एक एव प्रकरणमस्ति खलु, अतः एकत्रमेव सूत्रस्य स्थापना भवति चेत् सम्भवत् भवति. अतः ढोडे लोपः रोरि इति एकत्र एव स्थापितम्. अवगच्छति वा? अपि च ढोडे लोपः जरोजरी सूत्रमपि मध्ये आगच्छति वा? न न न, जरोजरी भिन्नमस्ति, तत्तु भिन्नमस्ति. ढोडे लोपः किं वदति? ढकार अनन्तरं ढकारस्य लोपः. रोरि किं वदति? रेफानन्तरं रेफस्य लोपः. सम्बन्धितप्रकरणम् अस्ति, अतः एकत्र स्थापितम्. अपि च ढोडे लोपः तेन तस्मात् लोपः इति पदस्य अनुवृत्तिः अग्रे गच्छति. अतः अनुवृत्तिः भवति चेत् लाघवार्थं तत्र स्थापितं, तत्र न स्थापितं चेत् रोरि तत्र अपि लोपः इति शब्दस्य स्थापना करणीया. रोरि लोपः, ढोडे लोपः, रोरि लोपः, अतः एक्स्ट्रा लोपः आगच्छति, लाघवं न भवति. अतः ढोडे लोपः स्थापितं, तस्मात् अनुवृत्तिः भूत्वा रोरि इति लोपः, लोपः इति तस्य अनुवृत्तिः भवति. अवगच्छति? प्राक् चेत् लुप्तो भवति इति किमर्थं? तत्रैव ढोढे लोपः अस्ति खलु, एकवर्णः अस्ति, नाम कोऽपि न, ढकार अस्ति चेत् तस्मात् प्राक् अपि, नाम ढकार प्राक् ढकार अस्ति चेत् प्रथमढकारस्य लोपः, रेफ प्राक् रेफ अस्ति चेत् प्रथमरेफस्य लोपः इति. आगच्छति खलु? आहत्य अष्टाध्याय्यां किं सूत्रं कुत्र स्थापितम् इति विषये हेतुत्रयं वर्तते, लाघवार्थम् अनुवृत्तिः, विषयसम्बन्धप्रकरणं, पूर्वपरत्वात् बाध्या बाधकभावः. बाध्यबाधकभावः बाधकभावः किमस्ति बाध्यबाधकभावः पूर्वपरत्वात् न न बाध्यबाधकभावः कः अस्ति किं किमस्ति पूर्वपरत्वात् बाधा अस्ति इति नाम किं एक्स्प्लेन् करोतु बाध्या इत्युक्ते न जानन् महोदय न जानाति अस्माभिः पठितं खलु बाध्यबाधक इत्युक्ते किं स्वस्य शब्दात् स्वस्य शब्देषु वदतु किं भवती किं चिन्तयति पूर्वपरत्वात् इति क्लेशः भवति वा हा सूत्रद्वयस्य क्लेशः भवति खलु बाधा बाधा भवति एकस्य सूत्रस्य अन्यस्मिन् सूत्रे बाधा भवति तत्र बाध्यबाधकभावः खलु तदेव भावः भवति जानाति किमर्थं न वदति सर्वं जानाति तर्हि अत्र डोडे लोपः कुत्र स्थापितम् इति विषये प्रथमं द्वितीयं च कारणं प्राप्तं तदर्थं तृतीयं त्यक्तम् अत्र ब्लागार्थं विषयसम्बन्धप्रकरणम् इति कारणेन अत्र स्थापितं भवति लाघवार्थम् अपि च विषयसम्बद्धप्रकरणं होढल् जानाति अतः अतः रूपाणि कुर्मः तदपि जानाति आं रूपाणि त्रिः त्र त्रिः इति धातु त्रिः इति अङ्गं त्रिः इति अङ्गं त्रिः योगः ति अपि तस्ति किं किं किमस्ति पितस्ति वा अपि तस्ति वा क्षम्यता महोदय पित् पित् अस्ति पित् अस्ति तृण हिम् इति सूत्रम् अत्र कार्यं करोति अतः इम् आगच्छति तृणेग् भवति तृणेग् योगः हकारस्य होडः इति सूत्रेण हकारस्य स्थाने डकारः भवति तृणेग् योगः ति तृणेर्योगः ति भवति तृणेर्योगः ति दशस्ततो दशस्ततो दहै द्वो दह इति सूत्रेण दि भवति तृणेर्योगः दि तृणेर्योगः दि श्रुः इत्यनेन तृणेर् योगः सुनाश्रुः पूर्वं किं भवति त्रिनेह त्रिनेढ योगः धि नकारः अस्ति खलु किमपि भवति वा नकारः अस्ति खलु दशाभ्यां नूनः सम्मानपदे इति सूत्रेण नष्टं भवति नष्टुः इति सूत्रात् पूर्वम् आगच्छति अतः तस्य कार्यं पूर्वं करणीयं खलु आमां त्रिनेद्योगः डि अस्ति डोडे लोपः इत्यनेन त्रिनेडि किं वदति महोदय त्रिनेढ योगः धि इदानीं धकारस्य किं भवति डकारस्य डकारः भवति केन स्तुनाष्टुः खलु इदानीं स्तुनाष्टुः भवति इदानीं किम् अग्रे नोहनः तदनन्तरं श्रुनाष्टुः तदनन्तरं दोडे लोपः दोडे लोपः रूपं किं भवति अग्रे तृणः योगः तः अस्ति अत्र अपित् अतः तृणहिम् इति कार्यं न करोति किं कार्यं करोति तृणयोगः अतः अस्ति चसोरल्लोपः इत्यनेन इन् न अकारस्य लोप केन सूत्रेण शसोरल्लोपः तृण्योगः अतः अस्ति हकारस्य डकारः भवति होडः इत्यनेन तृण्ड् योगः अतः इदानीं दशस्ततो दोदः इति सूत्रेण दकारः तदनन्तरं तृण् रसाभ्यां नोहनः समानपदे इत्यनेन नतुं तृण्ड् एकनिमिषं वदति तृण्ड् योगः दः खलु इदानीं नकारः खलु नकारः अनन्तरं धकारः किं भवति रसाभ्यां नोह नोनः इति अनेन अहो महोदय रसाभ्यां नूणः समानपदे तस्मात् अपि पूर्वमेकं सूत्रमस्ति खलु नकारः ढकारः पुनः करोमि महोदय तृण्डयोगः सः अस्ति दशशतोः दोदः इति सूत्रेण दः भवति तकारः तकारः दकारः भवति तदनन्तरं रसाभ्यां नूनः समानपदे रसाभ्यां नूनः समानपदे इति सूत्रात् पूर्वम् एकं सूत्रमस्ति चिन्तयतु नकारः योगः ढ किं भवति नकारः योगः अनुस्वारः भवति वा आं भवान् भवती वदतु पृच्छति वा वदति वा अनुस्वारः भवति महोदय केन सूत्रेण प्रक्रिया इदानीं बहु क्लेशः भवति महोदय किमपि क्लेशः नास्ति न क्लेशः बिल्कुल् नास्ति का क्लेशः अनुस्वा केन सूत्रेण क्लेश अनुस्वारः भवति नश्यपदान्तस्य जलि नश्यपदान्तस्य जलि पूर्वसूत्रमस्ति वा रसाभ्यां नूनः पूर्वसूत्रमस्ति वा नश्यपदान्तस्य 8324 रसाभ्यां नूनः 841 841 अतः कस्य कार्यं प्रथमं भवति नश्यपदान्तस्य जलि अतः किं भवति तदनन्तरम् अनुस्वारः भवति अनुस्वारः भवति खलु आं महोदय अनुस्वारः भवति खलु आं महोदय तृण् अनुस्वारः भवति खलु आं तृ अनुस्वारः डकारः डकारः तदनन्तरं डकारः इदानीं रसाभ्यां नूनः कार्यं कर्तुं करोति वा आं न करोति महोदय अनुस्वारः अस्ति इदानीं नकारः नास्ति एव अनुस्वारः अस्ति अतः कथं कार्यं करोति खलु अतः क्रमस्य महत्त्वमस्ति क्रमेण न करोति चेत् प्रथमं रसाभ्यां करोति चेत् सम्यक् न भवति खलु अस्तु अतः किं भवति तुण्डयोगः तः अस्ति दघ इदानीं श्रुणाशुः श्रुणाशुः कार्यं करोति तृण् डकारः डकारः अस्ति तदनं डोडे लोपः इत्यनेन डकारस्य लोपः भवति तृण्ड इति भवति अनुस्वारः तृ अनुस्वारः डकारः अस्ति सम्यक् महोदय रूपं किं भवति तदनन्तरम् अनुस्वारस्य ये परसवर्ण इति रूपेण नकारः भवति अनुस्वारस्य नकारः भवति रूपं किं भवति अन्तिमे सोपानमस्ति रूपं किं तृण्डः तृण्डः तृण्डः तृण योगः अन्ति अस्ति तृणयोगः अन्ति तृणम् अत्र अपि तृण् आकारस्य लोपः तृण्ह योगः अन्ति तृण्हन्ति किं तृण्हन्ति किं पुनः वदतु तृणः तृणः योगः योगः अपि तत् यतः किं सोरल्लोपः इत्यनेन अकारस्य लोपः तृण् तृण्ह तृण् तृ तर्हि किं भवति अन्ति तदनन्तरं इदानीं नशपदान्तस्य जलि इति कार्यं करोति तृण् अनुस्वारः भवति तृ अनुस्वारः हन्ति महोदय भवत्याः ध्वनिः भग्ना भवति डिस्टर्बन्स् अस्ति किमपि आम् इदानीं श्रूयति वा पुनः न न पुनः आगच्छतु आम् इदानीं श्रूयते महोदय हा इदानीं सम्यक् अस्ति तृणहन्ति तृण्हन्ति इति रूपं नै नकारस्य किं भवति नकारस्य अनुस्वारः भवति तर्हि अनुस्वारस्य अग्रे किमपि भवति वा न भवति ये वर्णः नास्ति हकारः तर्हि तृणन्ति तृण तृण्हन्ति अग्रे तृणयोगः सि अस्ति पित् अस्ति अतः तृण ह्युम् इति सूत्रेण इकारः आगच्छति, तृणे योगः सि, आम् तृणे योगः सि, तदनन्तरम् तृणे होडः, होडः इत्यनेन डकारः भवति, तृणेर् योगः सि अस्ति, तृणे योगः सि, तृणे योगः सि, तृणे योगः सि, किं भवति महोदय, धकारः योगः सकारः किं भवति? सुनाश्रुः प्रथमं नश् त्रिणेः त्रिणेढ योगः सि धकार योगः सकार किं भवति? सुनाश्रुः भवति न, सुनाश्रुः कथं भवति? तस्मादपि पूर्वं चिन्तयतु, ढ योगः स षडोः क सि इति उत्तमम् इत्यनेन डकारः ककारः भवति, तृणेक् योगः सि अस्ति, तृणेक् तत् आदेशप्रत्ययोः इत्यनेन शकारः शकारः शकारः भवति, तृणेक्षि तृणेक्षि तृणेक्षि इदानीं तदनन्तरम् एव रसाभ्यां नूनः समानपदे इत्यनेन तृणेक्षि इति भवति, तदनन्तरं न सम्यक् करोतु, आदेशप्रत्ययोः तस्य सूत्रसङ्ख्या का? 8359 त्रिणेक् योगः षि भवति, तदनन्तरं वृषाभ्यां नूनः त्रिणेक् योगः षि, तदनन्तरं वर्णमेलनं त्रिणेक्षि, अस्तु अन्तिमकार्यम् आमामामाम् फोर् अस्ति, 8384 84 अग्रे तृणयोगः तः अस्ति, तृणयोग श्नसोरल्लोपः इत्यनेन अकारस्य लोपः, तृण्योगः सः तः अस्ति, होडः इत्यनेन तृण्ड् योगः तः, नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति, तृण्ड् योगः तः तः इति भवति, तदनन्तरं जशस्ततोः दोदः इति सूत्रेण दकारस्य स्थाने दकारः भवति, तृण् अडः दः, शुनाश्रुः इत्यनेन दकारस्य स्थाने डकारः भवति, तदनन्तरं पदान्तस्य झलि भवति वदति वा? आं महोदय, होडः नश्यपदान्तस्य झलि न न होडः शस्तथोर्दोदः नश्चपदान्तस्य झलि, तदनन्तरं सुनाष्टु, तदनन्तरं दोडे लोपः तृण्ड तृण्ढ तृण्ड अनुस्वार अनुस्वारः भवति, तद इदानीम् अनुस्वारस्य ईपरसवर्ण इति सूत्रेण तृण्ड तृण्ड छण्ड तृण तृणयोगः त अस्ति ततेः होडः नशपदान्तस्य जलि आमामां होडः शमित महोदय होडः नश जशस्तदो दोदः इति तदनन्तरं नशपदान्तस्य जलि तदनन्तरं श्रुणाश्चुः डोडे लोपः तदनन्तरम् अनुस्वारस्य ई परसवर्ण तृण्ड तृणयोगः मि अस्ति पित् पित् अस्ति इदानीं तृह्यम् इति सूत्रं का तृणयोग तृह्यम् इम् तृणे योगः मि किं तृणेः योगः मि तृणेह्मि तृणेह्मि ढोडे अत्र होडः न भवति वा जल् नास्ति महोदय जल् नास्ति जल् नास्ति तृणेह्मि तृणेह्मि तृणः योगः वः अस्ति तृणयोगः वः अत्र श्वसोरल्लोपः इत्यनेन तृन्योगः वः तृन्योगः वः तृण्ह योगः वः हकारः अपि अस्ति खलु आम् आम् अकारः तृण्ह योगः वः तृण्ह योगः वः अस्ति तृण्ह नशपदान्तस्य जलि इत्यनेन अनुस्वारः तृण्वः तदेव तृण्वः नशपदान्तचलि एव अत्र कार्यं करोति शसोरल्लोपः इत्यनि इति सूत्रमपि तृणेडि तृण्डः तृण्हन्ति तृणेक्षि तृण्डः तृण्ड तृणेह्मि तृण्वः तृण्मः इति लट्लकारः सम्यक् वा उत्तमम् अग्रे अग्रे के लोट् लकारम् अस्ति तृण इति अङ्गं तृणयोगः तु इदानीं झटिति करोतु रूपम् एव वदतु नूतनं नास्ति चेत् रूपं वदतु अत्र पित् अस्ति अतः तृणेड् तृणेड् अस्ति तृणे डु अस्ति तृणेडु तृणेडु तात् तृणयोगः तात् तृणयोगः तात् अस्ति श्रसोरल्लोपः इत्यनेन तृण्योगः तात् तृण्डात् तृण्डात् लकारः भवति तृणुधात् डकारः भवति अनुस्वारः भवति अनुस्वारः भवति तस्य किमपि न भवति वा अग्रे तृण्डात् क्रमः अस्ति किं शसोरल्लोपः नशपदान्तस्य जलि होडः न महोदय किमपि वदति भवती तृणह्य अस्ति तृणयोगः तात् अस्ति इदानीं अपि तस्य अधः स्वरलोपः तृणयोगतात् इदानीं सूत्रं होडः वा नशपदान्तस्य जलि वा भवती वदतु पूर्वं किम् आगच्छति पूर्वं होडः 8 to 39 31 नशपदान्तस्य जलि 8 3 होडः इति एव अतः होडः तदनन्तरं नशपदान्तस्य जलि होडः नष्टपाजलि मध्ये किमपि नास्ति वा सर्वदा विस्मृतवती जशस्ततोः दोषः तदनन्तरं नशपदान्तस्य जलि तर्हि रूपं वदतु अन्तिमरूपं किम् तृण्डात् तृण्डात् दात् अनुस्वारस्य किं भवति दशाभ्यां नो नः सामानपदे कुत्र आगच्छति महोदय अन्तिमे आगच्छति दशाभ्यां नो नः समानपदे किमर्थम् आगच्छति नागच्छति वा महोदय भवत्याः पुनर्द्विजनस्य आवश्यकता अस्ति महोदय आमां महोदय अनुस्वारः एव अस्ति अनुस्वारः अस्ति अनुस्वार नकारः नास्ति चेत् किमर्थं दशाभ्यां नूनः कार्यं करोति तृण्डात् अनुस्वारस्य किमपि भवति वा अथवा अनुस्वार एव तिष्ठति अनुस्वारस्य ई परसवर्ण्य इति यै वर्णः अस्ति डकारः अतः नकारः भवति तृण्डात् तृणयोगः तां तृण्डां तृण्डां तदेव तृण्डां तृण तृणयोगः अन्तु अत्र तृण्हन्तु हन्तु एव अकारः अचुवर्णः तृण्हन्तु तृणयोगः अन्तु किं रूपं भवति तृण्हन्तु अनुस्वारः भवति खलु तृण्हन्तु आम् होडः अत्र न कार्यं करोति महोदय अत्र अकारः एव तिष्ठति तृण्हन्तु नशपदान्तस्य जलि भवति अत्र अनुस्वारः तृणयोगः हि अस्ति तृणयोगः हि हुल्जा हि अत्र किं भवति हूजल्भ्यो हेदिः इति सूत्रं कार्यं करोति किं भवति हेतिः हूजल्भ्यो हेतिः इति कार्यं करोति वा पृच्छति वा वदति पृच्छति वा महोदय अहं न जानामि तिनयोग हि आम् जल् नास्ति हकारः जल् नास्ति जलन्त नास्ति तृणम् जल् अस्ति महोदय ओहो हकारः जल् अस्ति न वा अस्ति अस्ति महोदय अस्ति महोदय तर्हि पूजल् व्यवहरति कार्यं करोति न वा किमर्थम् एतादृशं प्रश्नः पृच्छति आमां तिनयोगः अहो हि अहोजल्भ्यो हेदिः इति कार्यं करोति महोदय अत्र अतः किं भवति हि हि स्थाने दि भवति हि अपि तस्ति अतः ह्रस्वरलोपः इत्यनेन नकारः भवति. तिन्ह योगः दि होडः होडः इति सूत्रम् होडः इति सूत्रेण डकारः भवति. डकारः स्थाने डकारः योगः डकारः अस्ति. जशस्ततो दे जशस्ततो न भवति न भवति. दकारः अस्ति अतः न भवति. अतः डकारः शृणोष्टुः तिन् योग तिण्ड् योगः दि तिण्ड् योगः डि अनुस्वारस्य डोडे लोप पश्चापदान्तस्य झलिको वदति तिण्ड् योगः पश्चापदान्तस्य झलि अपि भवति खलु. आं महोदय विस्मृतवती इति नश्च पदान्तस्य जलि भवति. तदनन्तरं शृणश्रुः तृण्ड् तृण्ड् योगः डि तृण्ड् योगः डि डोडे लोपः इत्यनेन डकारस्य लोपः तिण्ड् तिण्डि इदानीं अनुस्वारस्य ई परसवर्णे इति सूत्रेण अनुस्वारस्य स्था नकारः भवति. तृण्डि तृण तृणः योगः तम् तृणडं तृण्डं तृण्डम् एव भवति अपि तस्य अतः तृणः योगः त तृण्ड आणि अस्ति. तृणः योगः हानि आणि अत्र आणि पित् अस्ति आणि पित् अस्ति. तृणः योग तृ इम् इति सूत्रं कार्यं न करोति वा पित् अस्ति कार्यं करोति वा न करोति वा पित् अस्ति खलु पित् अस्ति हलादिपित् एव सम्यक् हलादि नास्ति अतः किं न हलादि नास्ति अतः कार्यं न करोति. तृणहानि तृणहानि एकमेव सूत्रं कार्यं करोति अध्यापणः नष्टं भवति खलु तृणः तृणः दशाभ्यां नोणः इत्यनेन नकत्वं भवति खलु. आम् ऋकारस्य आम् आमां रसाभ्यां नोहनः इति सूत्रे नत्वं कथं भवति इति भ्रमः जातः महोदय. तृणहानि नत्वं किमर्थं तृणहानि अस्ति खलु न तस्य न भवति अस्ति खलु अतः तृणहानि तृणहानि न किं तृणहानि अन्तिमनकारस्य अपि णत्वं भवति वा न महोदय अत्र हकारः एव अस्ति खलु पूर्वं तृणहानि अग्रे तृणहानि तृणहाव तृणहाम अस्तु. लङ् झटिति करोतु महोदय. आं महोदय अडागमः भवति आ तृणयोगः तकारः अस्ति तृणयोगः तकारः अस्ति. इदानीं हल्याभ्यो दीर्घासूत्रसप्रकृतमल् इत्यनेन तकारस्य लोपो भवति. अ तृणयोगः आ तृणः अत्र पित् अस्ति अत्र तृणः इम् इति सूत्रं कार्यं करोति वा महोदय? अत्र भवती किं वदति? हलादिपित् अस्ति चेत् भवति हलादिपित् अस्ति न वा? अस्ति त्रिनेघ होडः इति सूत्रेण डकारः अकारस्य स्थाने डकारः त्रिनेड् इदानीं चत्वं वावसाने इत्यनेन त्रिनेड् डकारः अस्ति डकारः अस्ति वावसाने इत्यनेन चत् वावसाने कस्य वा करोति? सामान्यसूत्रं किमस्ति? पदान्तमस्ति खलु, पदान्ते अस्ति खलु, अतः पदान्ते जलं दृशन्ति इत्यनेन डकारः भवति अवसाने इत्यनेन टकारः भवति अत्रिनेड् अत्रिनेट् मध्ये त्रिनेड् आम् अत्रिनः योगः ताम् रूपं किमस्ति अत्रिनेड् अत्रिनेड् अत्रिनेट् मध्ये नत्वमपि भवति इति अग्रे मध्ये नत्वमपि भवति आम् कुत्र भवति महोदय नतुं भवति एक एव नकारः अस्ति खलु नत्वं भवति न वा तृ भवति महोदय रसाभ्यां नो नः समानपदे इति सूत्रेण नत्वं भवति अत्रिनह्योगः ताम् अत्रिनह्योगः तामस्ति अतृण्डाम् अपित् अस्ति अतः ससोरलोपः इत्यनेन अकारस्य लोपः भवति अन्तिमरूपं वदतु अतृण्डां नक नत्वमपि भवति अत्र न सर्वदा सर्वदा समेत हसनस्य किमपि कारणं नास्ति रोदनस्य कारणं हसनस्य किं कारणमस्ति इति लिखित्वा स्थापयिष्यामि महोदय आवश्यकता का अस्ति भवती सर्वाणि सूत्राणि जानाति अत्र अनुस्वारसङ्ख्या स्मृतवती महोदय नष्टपदार्थस्य जलि सर्वदा रसाभ्यां नोणः सूत्रात् प्राक् अस्ति अत्र अतः तस्य का अनुस्वारः भवति चेत् नत्वं नास्ति एव नकारः एव नास्ति चेत् नत्वं कथं भवति अतः अत्रिण्ढ अहं चिन्तयामि भवती किं चिन्तयति तत्र नकारः अस्ति खलु तत् नकारः अन्तिमनकारः नत्वात् आगच्छति न तत् अन्तिमनकारः अनुस्वारस्य ईपरसवर्णः इति सूत्रेण आगच्छति नमः न अत्रिण्ढ अत्रिण्ढम् अत्रिण्ढां मध्ये णकारः अन्तिमस्ति तत् नत्वेन न आगच्छति अनुस्वारस्य परसवर्णेन इति न आगच्छति तत्र रसाभ्यां नोणः कुत्रापि कार्यं न करोति अग्रे अत्रयः योगः अन् अस्ति अत्रिणः योगः हन् अकारः अश्वर्णः अस्ति अतः हकारः एव नशपदान्तस्य जलि इत्यनेन अनुस्वारः अतृह्न् अतृह्न् अतृन् योगः सकारः अस्ति इदानीं तदेव महोदय अहल्याभ्यो दीर्घा सुतिसप्तसप्तम् हल् इति सूत्रेण सकारस्य लोपः भवति. तदनन्तरं अन्तिमरूपं तृणयोगः तृणहिम् इति सूत्रेण इकारः आगच्छति. अ ने नेह भवति. होडः इति सूत्रेण डकारः भवति. तदनन्तरं जस्त्वं भवति डकारः त्रिनेट् तृणयोगः तम् अत्र अतृन् तृन् योगः तम् अतृण्डम् अतृण्डम् अत्रापि अनुस्वारस्य ईपरसवर्ण इति सूत्रेण एव नकारः आगच्छति. अतृण्डम् अतृणयोगः त अतृण्ड अतृणयोगः अम् अत्र अचुवर्ण अत्र पित् अस्ति परन्तु हालादि नास्ति अजादि अस्ति. अतः तृणः इम् इति सूत्रं न कार्यं करोति. अतृणहम् अतृणहं तृणहम् अ तृणः योगः वा अतृणः योगः रूपं किं भवति अन्तिमरूपं पुनः वदतु. अतृणहम् अत्रहम् अतृणहम् अतृणहम् अतृणयोगः वा अकारः अस्ति. अपि तस्य अतः अतृणयोगः वा अत्र अनुस्वारः अस्ति वा नकारः अस्ति वा? अनुस्वारः अस्ति महोदय. तृन् योगः अतृन् वृन् होडः इति सूत्रं न कार्यं करोति. व अस्ति अतः हकारः एव तिष्ठति. अतृन् अनुस्वारस्य णत्वं णकारः भवति वा केनपि सूत्रेण? न भवति महोदय. अकारः यर्वर्णः नास्ति. तर्हि अतृण्व अतृण्म अतृण् तर्हि किं भवति अतृणेड् अथवा अतृणेट् अतृणेट् अथवा अतृणेट् अतृण्ढात् अतृण्ढाम् अतृण्हन् अतृणेड् अथवा अतृणेड् अतृण्ढम् अतृण्ढ अतृण्ड अतृणहम् अतृणहम् अतृण्व अतृण्व खलु अतृण्व अतृण्व विधिलिङ्गि सर्वत्र किं भवति अनुस्वारः भवति. अनुस्वार ये करसवर्णेन नत्वा नकारः भवति. तर्हि किं भवति त्रिण्यात् त्रीण्यात् शपथम् तृण्णः इति अस्ति. ससोरल्लोप इत्यनेन नकारः तृण्णः योगः यात् नष्टपानझलि इत्यनेन अनुस्वारः भवति तृण्णः योगः यात्. इदानीम् अनुस्वारस्य एपसवर्णकार्यं न करोति. अतः हः ह ययि नास्ति. अतः तृण्यात् इति भवति. अत्र होढः कार्यं करोति वा? न महोदय. अत्र यकारः जल्वर्णः नास्ति. ते रूपाणि भवति त्रिण्यात् त्रि अनुस्वारः ह यात् त्रिण्यात् त्रिण्यातां त्रिण्यावत् खलु. आम् अस्तु. तर्हि इदानीं रुधादिगणस्य सर्वे धातवः समाप्ताः. अन्तिम किञ्चित् अस्ति अभ्यासः. भवती अभ्यासं करोतु. अन्तिम यत् अनुच्छेदः अस्ति खलु अत्रे सर्वरुधादिगणे धातवः अर्थसहिताः दत्ताः तस्य रूपाणि करोतु. वाक्यानि अपि करोतु रूपाणि अपि करोतु परन्तु अभ्यासम् अभ्यासः अभ्यासम् अवश्यं करोतु महोदय अभ्यासस्य आवश्यकता अस्ति अस्तु क्रमः एव विस्मृतवती पुनः पुनः अभ्यासं करोतु अतः शुधादिगणः इदानीं समाप्तः इदानीं सर्वे गणाः सार्वधातुकलकाराणां कृते लट् लोट् लङ् विधिलिङ् सर्वे धातवः सर्वे गणाः समाप्ता विलक्षणक्षणमस्ति फोर् लकारः चत्वारः लकारः लट् लोट् लङ् विधिलिङ् प्रत्येकधातोः कृते भवती कर्तुं शक्नोति भवादिगण्य सुदादिगण सर्वा सर्वे गणाः दशगणाः चत्वारः लकारः डन् अस्तु तर्हि इदानीं विरमामः देवदेवासरे पुनः धन्यवादः आं धन्यवादः महोदय अभ्यासं करोतु